पञ्चदशखण्डः। अतः उवाच जनकं शार्कराक्ष्याकां त्वम् आत्मानं पास्यति आकाशमेव भगवो राजनिति उवाच ईशवि बहुलात्मन् वैश्वानरोऽयं त्वम् आत्मानं पास्ये तस्मात् त्वं बहुलोऽसि प्रजया च धनेन च। अतः उवाच जनम् इत्यादि समानम् ईशवै बहुल आत्मा विश्वानरः। बहुलत्वम् आकाशस्य सर्वगतत्वात् बहुलगुणोपासनाच्च त्वं बहुलोऽसि प्रजया च पुत्रपौत्रदक्षिणया धनेन च हिरण्यादिन अस्य अन्नं पश्यति प्रियम् अत्य अन्नं पश्यति प्रियं भवति अस्य ब्रह्मचसंकुले एतमेवम् आत्मानं वैश्वानुपास्ते सन्देहस्तु एष आत्मनः इति उवाच सन्देहस्ते विषयज्ञन्मा नागमिष्यति सन्देहस्तु एष सन्देहः मध्यमं शरीरं वैश्वानरस्य देहेः उपचयार्थत्वात् मांसरुधिर अस्थ्यादिभिश्च बहुलं शरीरं तत्सन्देहः ते तव शरीरं विशीर्यतु क्षीर्णं भविष्यतो यन्मां नागमिष्यति इति पञ्चदशखण्डभाष्यम्। षोडशखण्डः। अतोवाच बुडिलम् आश्वतराश्विं वैयाग्रपद्यकं त्वम् आत्मानुपासयति अपयेव भगवो राजनिति उवाच एष वैरयिरात्मा विश्वानरोऽयं त्वम् आत्मानुपास्यं तस्मात् त्वगं रयिमान् पुष्टिमानसेम्। अतः उवाच बुडिलम् आश्वतराश्विम् इत्यादि समानम् एष वैरहि आत्मा विश्वानरः धनरूपः अभ्यो अन्नं ततो धनमिति तस्मात् रयिमान् धनवान् त्वं पुष्टिमांश्च शरीरेण पुष्टेश्च अन्ननिमित्तत्वात् अस्य अन्नं पश्यति प्रियम् अत्य अन्नं पश्यति प्रियं भवति अस्य ब्रह्मवर्चसं प्रिय एतमेवम् आत्मानं वैश्वानुपास्ते बस्तिस्तु एष आत्मनः इति उवाच बस्तिस्ते बेभेत्स्यत् यन्मां नागमिष्यति बस्तिस्तु एष आत्मनो वैश्वानरस्य बस्तिः मूत्रसङ्ग्रहस्थानं बस्तिस्ते बेभेत्स्यन् भिन्नो अभविष्यन् यन्मां नागमिष्यति इति षोडशखण्डभाष्यं। सप्तदशखण्डः। अतः उवाच उद्वालकम् आरुणिं गौतमकं त्वम् आत्मानुपासयति पृथ्वीमेव भगवो राजन्ति उवाच एष वै प्रतिष्ठात्मा विश्वानरोऽयं त्वम् आत्मानुपास्ये तस्मात् त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्चयम् अस्य अन्नं पश्यति प्रियम् अत्य अन्नं पश्यति प्रियं भवति अस्य ब्रह्मचुन्पुडेयेतमेवम् आत्मानं वैश्वानुपास्ते पादौ तु एतौ आत्मनः इति उवाच पादौ ते व्यम्लास्येतां यन्मां नागमिष्येते। अतः उवाच उद्धारकमित्यादि समानं पृथिवीमेव भगवो राजनीतिः उवाच येषवि प्रतिष्ठा पादौ वैश्वानरस्य पादौ ते व्यम्लास्येतां विम्लानौ अभविष्यतां श्लतीभूतौ यन्मां नागमिष्यति इति सप्तदशखण्डभाष्यम्। अष्टादशखण्डः। तान् उवाच एते वै खलु यूयं पृथिव इमम् आत्मानं वैश्वानरविद्भागं सो अन्नमत्थ यस्तु एतम् इमं प्रादेशमात्रम् अभिविमानम् आत्मानं वैश्वानुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेषु आत्मसु अन्नमत्ते। तान् यथोक्तवैश्वानदर्शनमतो ह उवाच एते यूयं वै खलु इति अनर्थक यूयं पृथगिव अपृथक् सन्तम् इमम् एकं वैश्वानरम् आत्मानं विद्वांसः अन्नमत्थ परिच्छिन्नात्मबुद्ध्य इति एतत् हस्तिदर्शनैव जात्यन्तः यस्तु एतमेवं यथोक्तावयवैः द्युमूर्धादिभिः पृथिवीपादान्तैः विशिष्टम् एकं प्रादेशमात्रं प्रादेशैः द्युमूर्धादिभिः पृथिवीपादान्तैः अध्यात्मं मीयते ज्ञायते इति प्रादेशमात्रं मुखादिषु वा कर्णेषु अतृत्वेन मीयते इति प्रादेशमात्रम् द्युलोकादि पृथिव्यन्तप्रदेशपरिमाणो वा प्रादेशमात्रः प्रकर्षेण शास्त्रेण आदिश्यन्ते इति प्रादेशः द्युलोकादयः एव तावत्परिमाणः प्रादेशमात्रः शाखान्तरे तु मूर्धादिः चिबकप्रतिष्ठः इति प्रादेशमात्रं कल्पयन्ति यः तु न तथा अभिप्रेतः तस्य वायु तस्य आत्मनः इत्यादि उपसंहारः प्रत्यगात्मतया अभिविमीयते अहमिति ज्ञायते इति अभिमानः तमेतम् आत्मानं वैश्वानरं विश्वान्नरान् नयति पुण्यपापान् रूपां गतिं सर्वात्मा एष ईश्वरवैश्वानरः विश्वो नर एव सर्वात्मत्वा विश्वैर्वा नरैः प्रत्येगात्मतया प्रयोभज्य नीयते इति वैश्वानरः तम् एवमुपास्ते यः सः अदन् अन्नादि सर्वेषु लोकेषु द्युलोकादिषु सर्वेषु भूतेषु चराचरेषु सर्वेषु आत्मसु शरीरेन्द्रियमनोबुद्धिषु तेषु हि आत्मकल्पनाव्यपदेशः प्राणिनाम् अन्नमस्ति वैश्वानरविस्सर्वात्मा सन्नन्नमस्ति न यथा अज्ञः पिण्डमात्राभिमानः सन् इत्यर्थः तस्य वा एतस्यात्मनो विश्वानस्य मूर्धा यत् तेजः चक्षुर्विश्वरूपः प्राणः पृथग्त्मात्मा सन्देहो लोभस्तिरेवरिः पृथिवी पादम् उरयेवेदिः लोमानि बर्हिः हृदयं गालपत्यमन्नो अन्वाहरिपजनास्य महावनीयः कस्मादेवं यस्मात् तस्य वै प्रकृतस्यैव एतस्य आत्मनः वैश्वानरस्य मूर्धा इव सुतेजः चक्षुर्विश्वरूपः प्राणः पृथग्त्मात्मा सन्देहः बहुलो वस्तिरेवरैः पृथिवी एव पाद अथवा विद्यर्थम् एतद्वचनम् एवमुपास्येत् अथ इदानीं वैश्वानरविदः भोजने अग्निहोत्रं सम्पिपादयिष्यन्नः एतस्य वैश्वानरस्य भोक्तुः उर एव वेदिः आकारसामान्य लोमानि बर्हिः वेद्यामिव उरसि लोमानि आस्तीर्णानि दृश्यन्ते हृदयं गार्हपत्यः हृदयाद्धिमनः प्रणीतमिव अनन्तरीभवति अतो अन्वाहारिपचनो अग्निः मनः आस्यं मुखम् आहवनीय इव आहवनीयो हूयते अस्मिन् अन्नमिति इति अष्टादशखण्डभाष्यम् एकोनविंशखण्डः तद्यद्भक्तं प्रथमम् आगच्छेत् तद्भूमियगं सयां प्रथमाम् आहुतिं जुहुयात् तां जुहुयात् प्राणाय स्वाहा इति प्राणः तृप्यते तत् तत्रैवं सति यद्भक्तं प्रथमं भोजनकाले आगच्छेत् भोजनार्थं तद्होमीयं तद्होतव्यम् अग्निहोत्रसम्पन्मात्रस्य विवक्षितत्वात् न अग्निहोत्राङ्ग इति कर्तव्यता प्राप्तिः स भोक्ता यां प्रथमाम् आहुतिं जुहुयात् तां कथं जुहुयात् इति अहं प्राणय स्वाहा इति अनेन मन्त्रेण आहुतिशब्दात् अवदानप्रमाणम् अन्नं प्रक्षिपेदित्यर्थः तेन प्राणः तृप्यते प्राणे तृप्यते चक्षुस्तृप्यते चक्षुतृप्यते आदित्यस्तृप्यते आदित्ये तृप्यते द्यौस्तृप्यते दिवि तृप्यन्तां यत्किञ्च द्यौश्च आदित्यश्च आदित्यष्टतः तत्तृप्यते तस्य अनुतृप्त्यं तृप्यते प्रजया पृजवी अन्नाद्येन ते सा ब्रह्मवर्तसेन इति प्राणे तृप्यते चक्षुः तृप्यते चक्षुः तृप्यते आदित्यो द्यौश्च इत्यादि तृप्यते यच्च अन्यत् द्यौश्च आदित्यश्च स्वामित्वेन अधितिष्ठतः तच्च तृप्यते तस्य तृप्ति मनो स्वयं गुञ्जानः तृप्यते एवं प्रत्यक्षं किञ्च प्रजादिभिश्च तेजः शरीरस्था दीप्तिः उज्ज्वलत्वं प्रागल्भ्यं वा ब्रह्मवर्चसं वृत्तस्वाध्यायनिमित्तं तेजः इति एकोनविंशखण्डभाष्यं विंशखण्डः अथ यां द्वितीयां युहात्तां युहाद्व्यानाय स्वाहा इति व्यानस्तृप्यते व्याने तृप्यते श्रोत्रं तृप्यते श्रोत्रे तृप्यते चन्द्रमाः तृप्यते चन्द्रमति तृप्यते दिशः तृप्यन्ति दीक्षु तृप्यन्तीषु यत्किञ्च दिशश्च चन्द्रमाश्च तिष्ठन्ति तत्तृप्यते तस्य अनुतृप्त्यं तृप्यते प्रजापजवे अन्नाद्यन्ते सा ब्रह्मवर्तसेनेते इति विंशखण्डः एकविंशखण्डः अथ यां तृतीयां जुहात्तां जुहादपानय स्वाहा इति अपानस्तृप्यते अपानि तृप्यते वाक् तृप्यते वाचि तृप्यन्त्याम् अग्निस्तृप्यते अग्नौ तृप्यते पृथिवी तृप्यते पृथिव्यां तृप्यन्तां यत्किञ्च पृथिवी च अग्निश्च अतिष्ठतः तत्तृप्यते तस्य अनुतृप्तिं तृप्यते प्रजया पशुभिः अन्नाद्येन ते सा ब्रह्मवर्चसेनेते इति एकविंशखण्डः द्वाविंशखण्डः अथ यां चतुर्थीं जुहुयात्तां जुहुयात् समानाय स्वाहा इति समानस्तृप्यते समाने तृप्यते मनस्तृप्यते मनसि तृप्यते पर्जन्यः तृप्यते पर्जन्यः तृप्यते विद्युस्तृप्यते विद्युति तृप्यन्त्यां यत्किञ्चित् विद्युच्च पर्जन्यश्च अतिष्ठतः तत्तृप्यते तस्यानुतृप्यं तृप्यते प्रजया पृथिभिः अन्नाद्यन्ते स ब्रह्मवृत्तसेनेते इति द्वाविंशखण्डः त्रयोविंशखण्डः अथ यां पञ्चमीं जुहुयात्तां जुहुयादुदानय स्वाहा इति उदानस्तृप्यते उदानि तृप्यति त्वक् तृप्यति त्वचि तृप्यन्त्यां वायुस्तृप्यति वायुतृप्यति आकाशतृप्यति आकाशे तृप्यति यत्किञ्च वायुश्चाकाशश्च तत्तृप्यति तस्य अनुतृप्तिं प्रजयापतिभिन्नाद्यन्ते स ब्रह्मविदसेन अथयां द्वितीयां तृतीयां चतुर्थीं पञ्चमीमिति समानम् इति त्रयोविंशखण्डभाष्यं चतुर्विंशखण्डः स इदम् अविद्वानग्निहोत्रं जुहोति यथा अङ्गारान् अपोह्य भस्मनि युयात् तादृक् तस्य स यः कश्चिन् इदं वैश्वानरदर्शनमिथोक्तम् अविद्वान् सन् अग्निहोत्रं प्रसिद्धं जुहोति यथा अङ्गारान् आहुति योग्यम् अपोह्य अनाहुतिस्थाने भस्मनि युह्यात् तादृक् तत्तुल्यं तस्य इदम् अग्निहोत्रहवनं स्यात् वैश्वानरविदः अग्निहोत्रम् अपेक्ष्य इति प्रसिद्धाग्निहोत्रनिन्दय वैश्वानविदो अग्निहोत्रं स्तूयते अथ एतयं विद्वान् अग्निहोत्रं जुहोति तस्य सर्वेषु लोके सर्वेषु भूते सर्वे आत्मसुहृतं भवति अतश्च एतद्विशिष्टमग्निहोत्रं कथम् अथ एतयं विद्वान् अग्निहोत्रं जुहोति तस्य यथोक्तवैश्वानविज्ञानवतः सर्वेषु लोकेषु इत्यादि उक्तार्थं हुतम् अन्नम् अत्ति इति अनयोः एकार्थत्व तद्यथा इषी कातूलम् अग्नौ प्रोतं प्रदूयेता एव ब्रह्मस्य सर्वे पाप्मनः प्रदूयन्ते यद्यं विद्वान् अग्निहोत्रं जुहोते किञ्च तद्यथा इषीकायाः तूलम् अग्नौ प्रोतं प्रक्षिप्तं प्रदूयेत प्रदक्षेत क्षिप्रम् एवंहास्य विदुषः सर्वात्मभूतस्य सर्वान्नानामत्तुः सर्वे निरवशिष्टाः पाप्मानः धर्माधर्माख्याः अनेकजन्मसञ्चिताः इह च प्राज्ञानोत्पत्तेः ज्ञानस्वभाविनश्च प्रदूयन्ते प्रदक्षेरन् वर्तमानशरीरारम्भकपापवर्ज्यं लक्ष्यं प्रति मुक्तेष्वतो प्रवृत्तफलत्वात् तस्य नदाः य एतदेवं विद्वान् अग्निहोत्रं जुहोति भुङ्क्ते